नमस्कारः. लृट् लकारः इति करपत्रस्य समाप्तेः अनन्तरम् अधुना वयं तत्र इडुव्यवस्थाभ्यासः 15A इति करपत्रम् उपयुज्य वयं लृट् लकाररूपाणि कुर्मः. तर्हि तत्र अधोभागात् तत्र पङ्क्तित्रयं समाप्तं. तत्र क्षुद् दद् षण् इति कर्तव्यं खलु. मणिमहोदय करोति वा महोदय? शुद्ध शुद्ध धातवः करपत्रे नास्ति. शुद्ध अस्ति शुद्ध तुद् नुत् अतः इडः वा नास्ति शोध्यति इति रूपं भवति परिचयस्य शोध्य तदेव दत् महोदय दत् सन् दत् अपि नास्ति अतः अत्र इडाहम भवति अहं चिन्तयामि दधिष्यामि इति रूपं भवति. अनन्तरं सन् अपि नास्ति शनिष्यति इति रूपं भवति. दधिष्यति शनिष्यति अहं दोत्स्यति अग्रे भगिनी वदति. अस्तु जप् जप् स्यम् इति आरभ्य जप् तद् वयं दक्षिणतः आम् अस्तु. जप् इति सेट् अस्य आवल्यां नास्ति जपिष्यति इति भवति. गै इति एजन्त् धातव सर्वे अन्यतः आदेश प्रत्य आदेश उपदेशिष्यति गा भवति गास्यति इति भवति. श्यू इति उकारान्त धातु सर्वे केवलं यद् अस्माकम् आवल्याम् अस्ति तेषां विहाय सर्वे अन्यतः सो इति भवति. शोष्यति इति भवति आदेशप्रत्ययस्य कार्यं भवति त्रीणि शो अनन्तरं शोष्यति ओकार इति एको अस्ति त्यस्य मूर्धन्य चकार भवेत् शोष्यति इति भवेत्. अनन्तरं अनन्तरं भवति किल अस्माकं शू इति अस्माकम् आवल्याम् अस्ति या क्षम्यताम् सेट् अस्ति भवान् शुद्धं शविष्यति इति भवति शो इष्यति शविष्यति सेट् अस्ति अग्रे भवती करोतु. आं भगिनी करोमि चिन्तयन्ती आसम्. अस्तु ज्वर् जं षद् इति ज्वर् इति अवल्यं नास्ति तत्र तु अत्र आं ज्वरिष्य तर्हि ज्वरिष्यति इति भवति. अन्यकार्यं किमपि न पश्यामि. जम् इति अपि नास्ति जमिष्यति. अत्र षद् इति आवल्याम् अस्ति अस्ति खलु अस्ति तत्र अद्विषद् पद्धति आगच्छति. षद् इत्यस्य अत्र तु शत्स्यति इत्येव भवति खलु खरीचति एव कार्यं केवलं पद् हद् इति धन्यवादः भगिनि. रद् अत्र नास्ति आवल्याम् अतः रदिष्यति इडहम भवति रदिष्यति इति रूपं तदेव शनिष्यति दै अपि नास्ति दयिष्यति इति रूपाणि. स्तग् आवल्यां नास्ति सेट् भवति स्तगिष्यति. पद् आवल्याम् अस्ति अन्यत् अस्ति पत्यते इति आत्मनेपदी अस्ति. क्षम् आवल्यां नास्ति सेट् भवति क्षमिष्यति इति भवति. पद् इत्यस्य पच्यते इति किं पच्यते इति आत्मनेपदी अस्ति. पद् भट् रफ् मर् इति, भट् इति अपि नास्ति, रफ् इति फकारान्तः नास्ति, रेपान्तः नास्ति, तर्हि भटिष्यति, रपिष्यति, घ्मरिष्यति इति रूपाणि. दै स्यम् स्वद् दै आवलं नास्ति, दै इडाम भवति, दहिष्यति इति रूपं भवति. अनन्तरं श्यम् अपि नास्ति, इडाम भवति, शमिष्यति. द्वद् अपि नास्ति, द्वदिष्यति इति रूपं भवति. अस्माकम् आवलं स्विद् अस्ति अस्ति, किन्तु दत्तमस्ति इति स्विद् अस्ति. तत्र स्वद् इति अहं चिन्तयामि इति मिस्टेक् अस्ति साधु. ऐ डोण्ट् नो, प्रायः स्वद् इति धातुः नास्ति, धातुः पश्यामि. अवलं स्विद् अस्ति, परन्तु स्वद् धातुः अस्ति वा न जातु. स्वदते इति अस्तु. इदानीं वय तत् त्रयः दातव सेटः अस्माकम् आल्यां न सन्ति, वयिष्यति, तटिष्यति, हतिष्यति इति भवति. फण् नद् वम् इति, फण् नास्ति, फणिष्यति, नद् नद् अस्ति वा, नद् नास्ति इति मन्ये, नद् अस्ति, नद् नास्ति, नदिष्यति, वम् अपि नास्ति, वमिष्यति. कल् वल् कट् त्रयमपि नास्ति, इडाहं भवति, रूपं भवति, कलिष्यति, वलिष्यति, कटिष्यति इति रूपाणि. लप् भज् शश् लप् नास्ति, लुप् अस्ति अस्माकम् आवल्यां, लपिष्यति, भज् अन्यत् अस्ति अस्माकम् आवल्याम् अस्ति, इति भक्ष्यते इति भवति, कारणकी भक् इति आत्म उभयपदी अस्ति, भक्ष्यति, भक्ष्यते, चोहोकु, तदनन्तरम् आदेशप्रत्ययः इति भवति. भगिनि सन्देहः अस्ति, भक्ष्यति इति रूपं भवति वा? भक् भक् तदनन्तरं स्यति वा स्यते इति उभयपदी अस्ति, अहं चिन्तयामि स्य भवति, भक्ष्यते, भक्ष्यति इति. एकनिमिषम् अहं कन्फर्म् करोमि. सस्यति भज् पुनेपदि परस्नेपदि चिन्तनम् एव मयि न कृतवती. धन्यवादः. सप् गज् लड् त्रीणि अपि नास्ति, चपिष्यति इति रूपं भवति, गजिष्यति. महोदय मम क्रमः, ओ सारि, क्षम्यता महोदय. चपिष्यति, चप् अपि तत्र गज् चप् इति उभयमपि उभयपदी इति पश्यामि, आवल्यं तु नास्ति. तर्हि चपिष्यति किमस्ति, गजिष्यति, लड् इत्यस्य तत्र लड् इति धातुः एव अहं न पश्यामि. पश्यन्तु नास्ति खलु, लण्ड् इति भवति वा प्रायः, लण्ड् इति अस्ति, लड् इति लडि इति धातुः अस्ति, लण्ड् इति अस्ति भगिनि. विलासे, ज्योन्मन्थने, द्वादिगणे, परस्मैपदि, अकर्मक सेट् अस्ति, वीराकर्ण, मौजकर्ण, लडति, लडतः. तत्र सर्च् मध्ये प्रथमं न आगतम् इति न जाने, लडिष्यति, अस्तु अस्तु, अत्र तु परस्मैपदि एव अस्ति, अस्तु लडिष्यति इति. महोदय करोतु महोदय. रुक्मिणी महोदय एकनिमिषं महोदय स्वस्य स्वस्य पै स्वस्य स्वस् नास्ति स्वशिष्यति इति रूपं भवति पै अपि नास्ति पैष्यति इति रूपं भवति इदं भूत्वा भूत्वा अनन्तरं सत् अस्ति अत्र अतः करिचैत्येन सत्स्यति इति रूपं भवति मृद् अद् यत् मृद् इति नास्ति त्वं मृदिष्यति अद् अस्माकम् आवल्याम् अस्ति इति अनित् भवति अच्यते इति अच्यते इति अच्यति अच्यति इति भवति यत् इति आवयां नास्ति तु यतिष्यति इति भवति यतिष्यते इति यतिष्यति यदा वयं कुर्मः तत्र प्रायः एकवारं ज्ञात्वा परस्नेपदि वा आत्मनेपदि वा इति द्रष्टव्यं भवति किमर्थम् इत्युक्ते अत्र पै धातुः तु आत्मनेपदि अस्ति इति पैष्यते इति भवति स्म ऐ गल् रम् ऐ गल् आवल्यां नास्ति रं तु अस्ति रमति इति धातुः रंस्यते इति भवति रंस्यते इति तदनन्तरं गल् ऐ उभयोः तु द्रष्टव्यं तत्र पदत्वं द्रष्टव्यम् एकनिमिषम् ऐ इति अयते इति मन्ये ऐ धातुः आत्मनेपदी अस्ति समीचीनं बोदि अयते इति रूपं तर्हि ऐष्यति तदनन्तरं गल् इत्यस्य गलति इति परस्मैपदि इति मन्ये परस्मैपदि परस्मैपदि अपि अस्ति आत्मनेपदि अपि अस्ति भिन्नधातुः तर्हि गलिष्यति अन्यत्तु चुरादिगणीयः अस्ति अस्तु तत्र चुरादिगणीयानाम् अत्र तु किं भवति लृट् लकारे गालिष्यति गालयिष्यते इति भवति तदपि कर्तव्यं खलु चुरादिगणः अस्ति चेत् तदपि कर्तव्यं किम् अस्ति गालयिष्यते इति गाल् भूत्वा गालि इति धातुः तदनन्तरं गालेय इति भूत्वा गालयिष्यति गालयिष्यति इति भवति ऐ आदेशः भवति कस्य क्रमः गालयिष्यति गालयिष्यति सृब् स्तम् स्कल् स्कल् स्तम् अत्र स्कल् अस्ति अवलं नास्ति अतः कलिष्यति स्कलिष्यति इति रूपं महोदय परस्मपि आत्मनेपदि अहं न जानामि परस्मपि अन्वेषणं कृत्वा एव वदामः महोदय तत्र अष्टाद्वि.com गत्वा तत्र अन्वेषणं कुर्मः स्कलिष्यति स्तमिष्यति शर्भिष्यति इति रूपं भवति परस्मपदिनः एव अस्तु सृभ् अहं न जानामि किन्तु सर्भिष्यति इति आवयां नास्ति युत् इति अपि आवयां नास्ति सो योच्यति इति भवति वस् इति आवयाम् अस्ति सः स्याद् धातुके इति अनेन सकारस्य सकारः भवति सो वच्यति इति भवति युत् इत्यस्य योत्स्य अत्र तु इडागमः न जायते वा ज्योतिष् युत् इति नास्ति युत् इति हलन्ति अस्ति सो इति सेट् अस्ति न युत् उपधायां योतिष्यति इति भवति खलु योच्यति योच्यत् चेत् आत्मनेपदि अस्ति अधुना दृष्टं तर्हि लिह् इत्यस्य उभयपदी अस्ति लिह् इत्यस्य होडः इति भूत्वा किं जायते होडः लेप्स्यति इति तदनन्तरं लेप्स्यते इति लेडि लीडे इति रूपद्वयमिति मन्ये तदनन्तरं वृद्ध इत्यस्य वर्धनेपदी वयं जानीमः वर्धते इति वर्धिष्यते इति अवलयं नास्ति, त्यज् अस्ति अवल्यां, तर्हि त्यक्ष्यति इति रूपं प्राप्नुमः. वह नास्ति भगिनि, नास्ति वह् नास्ति वहिष्यति इति रूपं भवति. अनन्तरं नः अस्ति अत्र स्वर नः नः नहोध नः अस्ति नहोधः इति रूपं भवति. नत्स्यति इति रूपं कृष भवति, नत्स्यति इति रूपं भवति. ब्रज ब्रज अस्ति अत्र ब्रजोरूपदेव अन्यतरशां चिन्न रमाहमः अदे तदेव रकार उभावर्ण सकारः निवृत्तिः भवति. अधः बर्ज भक्ष्यति इति रूपं भवति. अनन्तरम् अन्यरूपं भ्रक्ष्यति इति रूपं. सम्यक् वा भगिनि? कथं कथं रूपम् आगच्छति इति सूत्राणि वदति. मृजोरूपदे अन्यतरस्याम् इत्यनेन रमाहमः भवति. रेपः अनन्तरम् उपधावर्णसकारः अपि निवृत्तिः भवति, लोपो भवति. सो अधः बर् इति रूपं भवति. अनन्तरं उरण्ड्रपरः इत्यनेन न चमचं रमाहमः भवति. बर् उरण्ड्रपुर नास्ति अत्र. बर् इति अनन्तरं ब्रजरूपसृज्यमृजयजराजब्रज सशांसः इत्यनेन षत्वं भवति. अनन्तरं षडोः कः इति ककार तस्य पूर्वं सकारस्य लोप भवति. को संयोग्यात् अद् अन्यत्र अन्यत्र इद् यदा ब्रजर् यत्र सूत्रं कार्यं करोति अत्र सकारः लो निवृत्तिः भवति. उपधावर्णः अपि रेपः अपि यदा अन्यरूपं भवति तत्र भ्रक्ष्यति रूपं भवति तदा सकारः सम्यवते चेत् सकारः भवति. अत्र भ्रक्ष्यति रूपं भवति. धन्यवादः. उभयपदि भ्रक्ष्यति भ्रक्ष्यते इति धन्यवादः. मृश् इति मूर्धन्यचकार अस्माकम् आवल्यां नास्ति. सालव्यचकार मृश् अस्माकम् आवल्याम् अस्ति. मृश् इति भवति, मर्शिष्यति भवति, स्वस्य नास्ति स्वसिष्यति. मृश् अस्माकम् आवल्याम् अस्ति. सो इति भवति श्रूयते भगिनि. कि किं मृश् श्रुतम्, अनन्तरं ध्वज् इति ध्वजिष्यति युच् इति योक्ष्यति योक्ष्यति उभयपदि क्षी रग् इति अस्ति. श्वि इति तु आदल्यम् अस्ति इति कृत्वा क्ष्वयिष्यति इति रूपं. तदनन्तरं क्षि इत्यस्य श्वयति इति श्वी आसीत् परस्मैपदि. तदनन्तरं क्षि इति क्षि इति अवल्यं नास्ति. क्षि इत्यस्य किं भवति क्षे क्षे तत्र ऐडागमः नास्ति खलु. तर्हि क्षे भूत्वा क्षे क्षे शेष्यति इति भवति वा? आमाम् आदेशप्रत्ययो एकारस्य अत्र परस्मैपदि वा आत्मनेपदि वा इति पश्यामि. क्षीति क्षीति क्षये इति क्षये इति क्षयते खलु परस्मैपदि. क्षयति इति एव अस्ति वा? क्षयति इति एव परस्मैपदि. क्षेष्यति इति. तदनन्तरं रग् इति अवल्यां नास्ति, रगिष्यति इति. मम क्रमः वा रिच् रिच् मिष् गृह रिच् नास्ति अच्छि अच्छि रिच् अस्ति अतः इडः न भवति ककारः चोहोकुः अपि कार्यं करोति रेक्ष्यति इति रूपं भवति मेषिष्यति अनन्तरं मन्ये महोदय धन्यवादः महोदय रेक्ष्यति रेक्ष्यते इति रूपाणि भवन्ति मिस् नास्ति आवल्यां मेषिष्यति रूपं भवति दृह् वेट् धातुः दृह् मृह् दृह् मुग् दृह् स्नेहामपि वा दृह् मुह् स्नु स्नेहाम् इति सूत्रेण अत्र वेट् भवति हौडः वा बसोबस् ककारः भवति एकवारं ककारः भवति दृग् ग्रीन् आम् आं महोदय आं भगिनि धन्यवादः दृग् अपि भवति अनन्तरं द्रग्धा द्रगिष्यति द्रक्ष्यति द्रगिष्यति अनन्तरं दर्शयति वा दक्ष्यति वा दर्गिष्यति द्रोक्ष्यति तत्र दृह् अस्ति खादु दृह् नास्ति खादु दृह् मौष्णौ इति गृहे दत्तमस्ति खादु एतत्तु तत्तु दृह् इदृह अस्ति महोदय इदृह सेटेव भवति केवलं एतत्तु सेटेव समीचीनम् आम् भवति दर्शिष्यति दर्शति धन्यवादः भगिनी ओके वः इति अस्माकम् आवल्याम् अस्ति अन्यत् भवति वक्षति इति भवति होड नने ढकार भवति तदनन्तरं षडोकसि नने ककार भवेत् वक् आदेशप्रत्ययो नने सकारस्य मूर्धन्य सकार तु वक्षति इति भवति परस्मैपदी इति स्वित् अस्माकम् आवल्याम् अस्ति इति परस्मैपदी सूत्रं वदतु भगिनि वक् इत्यस्य होड प्रथमं होड तदनन्तरं षडोकः अस्ति तदनन्तरम् आदिश्यप्रत्ययः प्रथमं तु डकारः आगच्छति तदनन्तरं किं भवति षडोकः अस्ति टकारपरे टकारस्य ककार भवेत् जसस्वदोदः शृणास्तु स्यति अस्ति अस्माकं प्रत्यय स्यति अस्ति खलु इति तकार खकार नास्ति इतोपि तत् यदि तकार थकार अस्ति तदस्य वक्षति इत्येव दत्तमस्ति भगिनि यत्र अकार अस्ति ता दृश्य अस्ति न तत्र दृश्य वा सुमन् तकारपरे तस्य भवति वोढ वड् क्षम्यतां वः वः वोढः तत्र अकार यत्र ढोडे लोप तदनन्तरं यत् अकार अस्ति तस्य ओकार भवति वः सहो न तद् कार्यं नास्ति भगिनि अत्र अत्र तु केवलं वक्षति इति भवति सहि बहोरोदवसनस्य कार्यं स्वित् अस्माकम् आवल्याम् अस्ति परस्मैपदी अस्ति स्वेच्छति स्वेच्छति इति भवति स्वेच्छति तकारस्यति इति भवति शुश् अस्माकम् आवल्याम् अस्ति तैः अन्यत् अस्ति शोक्ष्यति शिष्य अवल्यम् अस्ति वा भवति तर्हि वे इति धातुः एकारान्तदातवः सर्वे तु तत्र एजन्ताः सर्वेपि अनिटः भवन्ति तर्हि वा भूत्वा आदेशप्रत्ययुः इत्यनेन वा भूत्वा वास्यति इति रूपं वा इति तत्र वे वास्यति इति भवति साधु तदेव उच्यते खलु वास्यति तत्र वे किन्तु परस्मैपद उभयपदे अस्ति वास्यति वास्यते इति भवति तर्हि गृह् इति तत्र तु गृह वा तत्र तु गृह तत्र किं सम्प्रसारणं भवति खलु ग्रहीष्यति इति भवति सम्प्रसारणं सूत्रं किम् आसीत् ग्रहीजयो ग्रहीजा वै यदि वृष्टि पृच्छति बृञ्जलि इति परे साधु ग्रहीजा वै इत्यनेन खलु आमां न भवति न भवति वा किमर्थं कारण किस्यति कित्नित् नास्ति किन्तु सामान्य अत्र तु पश्यामि भगिनि अत्र तु तदपि न कृतमस्ति मङ्गलवासरे एकम् आगत धातुः तु गृह यत्र गृह अस्ति तदेव गृह भवति किन्तु गृह इति मूले एव गृह अस्ति चेत् तस्य सम्प्रसारणं नास्ति खलु तत्र तु गुणकार्यं भवति स्म तद् न भवति गर्हि इति भवति मज्जति मज्ज इत्यस्य तु पुनः किम् आसीत् मज्ज धातुः नशो झलि मुमागम आम्लामस्ति अन्यत् आम्लमस्ति तदस्ति सूत्र तत्र कार्यं स्मृतवती भगिनी तदेव मस्ति नशो झलि अनन्य नुम् आगमः भवति प्रथमं स्कोत् संयोगात् अन्ते च अनन्य सकारस्य लोपो भवेत् तदनन्तरं नुम् आगमः भवति तुम्मं तत्तोः कु अनेन ककारः भवति तुम्मं क्षति इति रूपं भवति नशोर्जलि इति महोदय भवतः क्रमः आं पठामि सुरुधातुः उभय वेट् अस्ति वेट् अपि अस्ति स्वरति सूति सूयति खलु स्वरति सूति श्रूयति इत्यनेन वेट् भवति अत्र वर्ष्यति इति रूपम् अनन्तरं स्वरिष्यति इति अपि रूपं भवति इडाहम् अभवत् चेत् अनन्तरं पट् धातुः नास्ति पठिष्यति इति मिह् अस्ति मिह् मेक्ष्यति इति रूपं भवति डकारः भवति मेड् खोडः इत्यनेन अनन्तरं षडोहकः इत्यनेन अकारः अनन्तरम् आदेशे उपदिशति वा सत्त्वं भवति मेक्ष्यति इति रूपं भवति तृफ् अस्माकम् आव्यां नास्ति स्वेक् भवति त्रो फिष्यति इति भवति निश् अपि अस्माकम् आव्यां नास्ति सो नेषिष्यति इति भवति रुच् अस्माकम् आव्याम् अस्ति सो अन्यत् भवति सो चोः कु तदनन्तरम् आदेशप्रत्ययः सो रोक्ष गन्तलघुपदेशस्य प्रथमं सो रोक्षति इति रूपं भवति भगिनी रुज् रुज् अस्ति वा आं रुज् युज् रुज् रुज् युज् रुज् मम क्रमः श्रै हु उष्यति श्रै इति धातुः नास्ति अवल्यां तर्हि आदेशोपदेशयिष्यति इत्यनेन श्रा भवति तर्हि श्रास्यति इति रूपम् तदनन्तरं पू धातोः पू धातुः अपि नास्ति अवल्यं परान्त सर्वे उकारं दातवः अनिटः भवन्ति भविष्यति भवति तदनन्तरम् उष् इत्यस्य उष् इति धातुः नास्ति अस्माकम् आवल्यां तर्हि उषिष्यति इति रूपम् ओषिष्यति इति पुगन्तलघुपद्यस्य उ इति पुनः तत्र प्रसिद्धि आग्नेयपद्यनि न पश्यन्तः स्मामि वि जस्ट् एव्रिवेर् वि आर् आडिङ्ग् टि महोदयस्य वर्गे अपि इति केवलं ये वयं जानीमः तत्र अहं ते करोमः गुरु च्यु दंस गृधातुः आवल्यां नास्ति अतः डहम भवति गरिष्यति भवति रूपं भवति गरिष्यति इति च्यु अपि नास्ति महोदय आवल्यां नास्ति तु इति डहम भवति गरिष्यति गरिष्यति साधु च्यु अपि नास्ति उकारन्दः यूरुणु इति तत् कार्यं भवति नो नास्ति ओ यु चकार इति अनुबन्धलोपानन्तरं यु भवेत् न न न चू इति तत्र चोरयति इत्यस्मिन् अपि चु धातुः भिन्नधातुः अस्ति आवल्यां नास्ति अतः अणित् भवति चोष्यति रूपं भवति दंस् अस्ति खलु तत्र आवल्यं नास्ति इति कृत्वा तत्र आमामामां चोत्सति समीचीनं महोदय क्षम्यताम् अनन्तरं दंस् दंस् अस्ति अतः षत्वं भवति अनन्तरं आं षडोकः अनन्तरं शतं भवति अनन्तरं षडोहकाशि ककारः भवति अनन्तरं शतं भवति आदेशप्रत्ययो वा इति सूत्रेण वा षत्वम् इति सूत्रेण षत्वं मेलनमस्ति दक्ष्यति इति रूपं घोष अस्माकम् आवल्यां नास्ति तु अस्ति घोषिष्यति इति भवति रूट् अपि रोटिष्यति पुल् होलिष्यति इति भवति श्लिष् अस्माकम् आवल्यां श्लिष्यति श्लिष्यति अस्ति खलु अस्माकम् आवल्यम् आमां तर्हि श्ले श्लिषकारस्य षडोः कहसि इत्यनेन किम् अस्ति ककारः आदेशः भवति तदनन्तरम् आदेशप्रत्ययः क्षेक्षति इति श्लेष्यति तदनन्तरं घुट् आवल्यां नास्ति घोटिष्यति इति तदनन्तरं रब् आवल्याम् अस्ति रब् रब् आवल्याम् अस्ति तर्हि रप्स्यते इति अनन्तरं दुष् गुण् गुण् नास्ति गोणिष्यति रूपं भवति उक् अपि नास्ति अतः ओकिष्यति भवति वा ओकिष्यति वा ओकिष्यति ओकिष्यति रूपं दुस् अपि दुस् दुस् अस्ति दुस्सावल्यं दुस् अस्ति अतः दोक्ष्यति इति रूपं भवति अस्तु जृ इति इकारान्त अस्ति अनिट् भवति तु जृष्यति इति भवति जै इति आदेश उपदेशस्य इति जा जास्यति इति भवति इदानीं दु अस्माकम् आवल्याम् अस्ति अनिट् अस्ति तो इति प्रथमं होड भवति तदनन्तरं एकाचो बशो बश् अनेन धोघ् धोघ् भवति धोढ् भवति तदनन्तरं षडोक अस्ति धोक् धो आदेशप्रत्ययो धोक्ष्यति इति रूपं भवति उभयपदी अस्ति धोक्ष्यति धोक्ष्यति इति भगिनि एकः सन्देहः अस्ति दुः धातुः दादे धातौ गः भवति किल सूत्रं दादे दादे धातो गः अहं अशुद्धम् उक्तवती धातु घकार भवति किं पुनः धातु घ भवति दुर्घ भवति तदनन्तरम् एकाचु बशो बश् अनेन भवति दुग् धातुर्घः किं वदति दकार हकार आदौ दकार अस्ति चेत् बोर्ड् प्रभाद्य तत्र घकार आदेशः भवति झलि पदान्ते आदिधातोः अन्तिमहकारस्य हल् स्थाने घकार आदेशः अस्तु अस्तु अत्र अत्र रूपं धोक्षति एव आगच्छति धोक्षति धोक्षति इति उभयपति अस्ति इन्दुः मम क्रमः स्पञ्जति तत्र उभयपदी अस्ति क्षम्यतां वेट् अस्ति वेट् अस्ति इति कृत्वा अनेक अस्ति रञ्ज भञ्ज सञ्ज स्वञ्ज जकारन्तधातव आं जकारन्तधातव वेट् नास्ति वेट् नास्ति वाञ्ज स्वञ्ज इति आत्मनेपदी अस्ति अस्तु भगिनि तर्हि आम् आं तर्हि अत्र तु झकारस्य चोः कुः इति भूत्वा प्रथमं गकारः भवति तदनन्तरं खरीच इत्यनेन ककारः भवति तर्हि अनन्तरम् आदेशप्रत्ययोः भूत्वा स्वङ्क्ष्यते वा अपि नश्चा पदांश झलि अनुसारकार आगच्छति तदेन स्वङ्क्ष्यते स्वङ्क्ष्यति इति भवति वा आत्मनेपदी अस्ति स्वङ्क्ष्यते इति तदनन्तरं क्षुभ्य इति अस्ति आत्मनेपदी अस्ति तत्र लट्लकारे किञ्चित् रूपं पश्यामः तर्हि स्वजते इति रूपं तर्हि शुभ्यति क्षुभ् इति धातुः अवलयम् अस्ति खलु शुभ् धातुः न त्रीणि भकारदात लब् यब् लब् केवलम् तर्हि क्षोभिष्यति इति तदनन्तरं सिच् इति सिच् अस्ति तर्हि सेक्ष्यति इति भवति अनन्तरम् अग् प्रत् तृप् तृप् धातुः अस्ति तृप् तृप् तृप् तृप् अस्ति अत्र त्रीणि रूपाणि भवन्ति भगिनि द्वम् अपि त्रीणि वेड् अपि अस्ति अन्यत् अपि अस्ति रदादिभ्यश्च अनेन वेड् भवति रूपाणि त्रीणि अनुदातस्य ऋतुपदस्य वा ऋतु अनुदातस्य ऋतुपदस्य अनेन तर्षति भवति अद अन्यतरसामि चेत् तत्र गुणः भवति तर्पिष्य तर्पिष्यति भवति तदनन्तरं तर्पिष्यति तर्प्स्यति तर्प्स्यति तर्पिष्यति त्रप्स्यति त्रप्स्यति तर्पिष्यति अनन्तरं वदतु भगिनि क्षम्यतापिष्यति तर्पिष्यति अग्रे महोदय प्रप्स्यति प्रत् प्रत् नास्ति अतः प्रदिश्यति इति रूपं भवति अग्गपि नास्ति अगिष्यति इति रूपाणि भवन्ति भगिनी कुत्र अस्ति ओके अस्तु अस्तु तक् सञ्ज् मक् तद् व्यत् अस्तु व्यध् इति अस्माकम् आवल्याम् अस्ति तत्र व्यत्स्यति इति भवति तक् नास्ति तक्ष्यति इति भवति तक् तक्ष्यति तक्ष्यति सञ्ज् अस्माकम् आवल्याम् अस्ति इति आत्मनेपदी अस्ति नो उभयपदी अस्ति संक्ष्यति संक्ष्यते इति भवति संक्ष्यते संक्ष्यति संक्ष्यते इति मख अवल्यं नास्ति तर्हि मखिष्यति व्यथ अवल्यं नास्ति व्यथ अस्ति तर्हि क्षम्यतां व्यथिष्यति स्वन् महोदय मम आरम्भे एव मम किमस्ति तत्र जिज्ञासा नास्ति स्वन् स्वनिष्यति इति वयं त्रयं मम क्रम जट् रन् टग् टग् नास्ति डगिष्यति रूपं भवति रन् अपि नास्ति रणिष्यति जट् अपि नास्ति जडिष्यति रूपं भवति वृञ् अस्माकम् आवल्याम् अस्ति उभयपदी भवति सो वरिष्यति वरिष्यति वृञ् अस्ति वा आम् वृञ् वृञ् वृञ् द्वयम् उभयपदी वृङ् वृञ् द्वयं इति अस्माकम् आवल्यां नास्ति अतः इति किन्तु स्यति इति अस्ति तो रिधनो रिधनोति अनेन इदागम भवति स्मरिष्यति स्मरिष्यति इति रूपं भवति तद् त्विच् अस्माकम् आवल्याम् अस्ति अन्यत् भवति अत्र त्वेक्षति उभयपदी अपि अस्ति त्वेक्षति त्वेक्षते इति भवति मम क्रमः खलु तर्हि अट् भुज् कुल् इति अट् इति आवल्यां नास्ति इति मन्ये अटिकारान्तदातुः नास्ति आवल्यां भुज् भुज् धातुः अस्ति इति मन्ये मोक्ष्यति इति भवति तदनन्तरं कुल् आवल्यां नास्ति कोलिष्यति इति भवति दृश् सत् द्वन् द्वन् नास्ति ध्वनिष्यति इति रूपं भवति सत् अपि नास्ति सतिष्यति दृश् अस्ति चिन्तयामि दृश् भगिनि सज्जि दृश्य जल्यम् कित् अमागम भवति परन्तु एक एव रूपं नित्यं भवति अमागम द्रक्षति इति भवति भगिनि अत्र इडागम भवति वा अथवा अवल्याम् अस्ति किल अवल्याम् अस्ति इति अस्ति अनीतस्य अतः अवल्यां न पश्यामि दृश् अस्ति भगिनि अवल्यां अर्थ यत्र वेट् वा नो अनित् आवल्याम् अनित् एव अस्तु अस्तु अनित् अनित् दृश् मिरिश् दृश् दृश् भगिनि नास्ति दृश् नास्ति मिरिश् फ्रिश् कृश् द्रुप् द्रुप् दृश् अस्ति महोदय द्रक्षति इति वयं तु प्रसिद्धरूपमस्ति खलु आम् जानीमः सृजिदृशोर्जलि अमकिति इति सूत्रेण नित्यमपि अस्ति अत्र यत्र ऋतुपदे अन्यतरसां अनुदात्य ऋतुपदे अन्यतरसां तत्र अन्यतरसं रूपं द्वयं भवति अत्र नित्यम् अस्ति दृश् आवल्यम् अस्ति परन्तु द्रक्ष्यति इति रूपं भवति अनेकस्य एकरूपमेव आम् अपि सकारस्य इति ककार भवेत् तदनन्तरम् आदित्य प्रत्ययो अनेन भगिनी अहं ओके हृष् साधु हृष् अकमत् हृष् अस्माकम् आवलां नास्ति सो इति हर्षिष्यति भवति हर्षिष्यति खलु हर्षिष्यति हर्षिष्यति हर्ष इष्यति हरिष्यति साधु हर्षिष्यति हर्षिष्यति हर्षिष्यति अस्तु हर्षिष्यति अकिष्यति अकिष्यति मत्स्यति मत् मन्त् इति भवति खलु न नमागम कथं वयं मथ इति धातोः मथ इति साक्षात् भवति वा पिचोणि मथि अस्ति वा न पूर्वम् मथति इति एव अस्तु अस्तु किन्तु मन्थानम् इति वयं सामान्यतया वदन् पठामः खलु तत्र नकारः कुत्र मध्ये आगच्छति विशेषसूत्रे न न पश्यामि तत्र मन्त् इति अन्यः स्यात् मन्त् इति अन्यः स्यात् मथ् मन्त् इति धातुद्वयम् उभयोः समानार्थः मथ् इति अर्थं किमस्ति समानमेव अस्ति मन्थ मन्थयति इत्येव अर्थः अस्तु मत्नाति इति मन्त्नाति इति एव अर्थः ग्रज् षट् लज् मम क्रमः महोदय लज् षट् द्रज्यति लज् अवल्यां नास्ति षट् द्रज् त्रयमपि नास्ति तर्हि लज्जते इति धातुः अस्ति इति कृत्वा सात्मनेपदि लजिष्यते षट् इति षटिष्यति प्रायः स्यात् द्रज् इति द्रजिष्यति स्यात् यज् लक् बन्ध् बन्ध् अस्ति अतः भवति अनीत् भवति बंस्यति रसः करिचेतेन रस भूत्वा बंस्यति रूपं भवति एकाचो बशो बस् अपि भवेत् आमामाम् एकाच बस् बस् अपि भवति अत्र भगिनि अत्र न भवति भगिनि किमर्थम् इत्युक्ते मध्ये नकारः अस्ति खलु मध्ये नकार व्यवधानं नास्ति एकाच वर्णं भवेत् एकाचो बशो बस् रूपं पश्यतु अस्माकम् आवल्यां भंस्यति इति अहं दृश पश्यामि अस्तु अस्तु अस्ति वा आम् आम् तत्र भवति एकाचो बशो ब्रश् यशन्तस्य श्रूयति कुत्र भवति भंस्यति इति अस्ति भंस्यति लक् नास्ति लघिष्यति इडां भवति लघिष्यति त्यज् भज् यज् अस्ति अत्र वृक्षभ्रज अत्र न कार्यं न करोति चोः कोः इति तन्न महोदय मृज यज राज यज अपि अस्ति यष्टा वा अत्र वृजभ्रज मृज यज राजभ्रज चषां सह इति सत्त्वं भवति अनन्तरं षडोः कड यस् डकार आदेशः अनन्तरं षत्वं भवति चकारस्य षत्वं षड् चक्ष्यति यक्ष्यति यक्ष्यति यक्ष्यति यक्ष्यते यक्ष्यते अस्तु शुद्ध इति अस्माकम् आवल्याम् अस्ति सो इति अन्यत् अस्ति शोच्यति शोच्यति इति अस्ति लुट् नास्ति लोट् लोटिष्यति तुड् नास्ति तोडिष्यति कारन्तधातव सन्ति न उपधाकार इति द्रष्टव्यं गाङ् कुटादि अस्मिन् गणे अस्ति वा गुणं न करणीयं तत्र इति द्रष्टव्यम् हेमा भगिनी उक्तवती किमपि आसीत् तत्र लुट् धातुः अस्ति सा उक्तवती उटादिगणे अस्ति न करणीयम् छुप् लिप् ध्यै इति छुप् इत्यस्य चोपिष्यति लिप् इत्यस्य लेपिष्यति भगिनी अनिट् अस्ति लिप् अस्ति वा अस्माकम् आवल्याम् आं लिप् चुप् द्वयम् आवल्याम् अस्ति एकनिमिषं तिष्ठतु अहम् एकवारं पश्यामि लिप् अस्ति चुप् अपि अस्ति विस्तृतवती आमामां तर्हि लेप्स्यति चोप्स्यति इति तदनन्तरं ध्यै इति एजन्ताः ध्यास्यति इति रूपम् अनन्तरं मम क्रमः ब्रिड् ब्रिड् ऋट् वृङ् अस्ति अदादिगण अजन्तनामस्य वृङ् ऋट् जय्य मम क्रम ऋड् वृङ् ऋट् ब्रिड् तदेव अहं पठितवान् ब्रिड् ब्रिड् ऋट् ऋट् नास्ति अतः इडाहं भवति रोडिष्यति अनन्तरं वृङ् अस्ति अत्र इडाहं भवति अजन्तानां वरिष्यति वरिष्यति वरिष्यते इति रूपाणि भवन्तिकारः अस्ति खलु महोदय इत्सञ्ज्ञकः तर्हि केवलम् आत्मनेपदि भवति अनुदातज्ञितः आत्मनेपदम् इत्यनेन आत्मनेपदि धन्यवादः वरिष्यते इति रूपं तत् सूत्रं न जानामि करोतु महोदय पुरुड् नास्ति प्रोडिष्यति रूपं भवति भृ इति ऋकारान्तदातव इति अनिट् भवेत् किन्तु स्यत् परे ऋधनो चे अनेन इडागमः भवति तत्र भरिष्यति इति रूपं भवति प्लु अस्माकम् आवल्यां नास्ति सो प्लोष्यति इति भवति तदनन्तरम् आगच्छति रञ्ज् अस्माकम् आवल्याम् अस्ति सो इति रञ्ज्य उभयपदी अस्ति रङ्क्ष्यते रङ्क्ष्यति इति भवति अग्रे तु मम क्रमः किमस्ति स्वप् मुड् कृ इति स्वप् इति तु आवल्याम् अस्ति तर्हि स्वप्स्यति इति स्वप्स्यते इति स्वप् खलु स्वप्स्यति इति एव परस्मैपदी अस्ति स्वपिति इति रूपं मुड् इति मोडिष्यति इति तदनन्तरं कृ धातोः करिष्यति इति भवति सर्वेपि ऋकारान्ताः ऋधनोः चेः इत्यनेन तत्र इदानुपति करिष्यति इति करिष्यति करिष्यते इति अपि कृते अपि अस्ति खलु उभयपदि अस्ति कृ धातु मुच् दृ नास्ति अतः धरिष्यति रूपं भवति मुच् अस्ति अजन्तदाता न चकारन्तदाः मुच् अनीट् अस्ति अतः चोहोपुः न चोहोपुः लघुपद मोक्ष्यति ओ मोक्ष्यते मोक्ष्यते मोक्ष्यति इति रूप त्वम् अपि अस्ति वा तदेव धन्यवादः कुरु नास्ति अतः प्रोष्यति प्रोषिष्यति प्रोष्यति इति भवति प्रोष्यति वा सार्वधातुक आदिदकयो अपि आदेश आम् आम् आम् अवकरः अस्ति ओके प्रोष्यति सत्वं भवति दशवादने समापयामः किम् अस्तु एतत् पङ्क्तिमपि पूरयित्वा वै वै इति ऐजन्त अन्यत् भवन्ति वास्यति स्कन्द अस्माकम् आवल्याम् अस्ति स्कन्द इति या आवल्याम् अन्यत् अस्ति स्कन्स्यति स्कन्स्यते अहं चिन्तयामि भवति स्कन्स्य शृणोमि तुज् इति भवति आव्ल्याम् अस्ति तोजिष्यति आव्ल्यां नास्ति क्षम्यतां नास्ति तोजिष्यति इति भवति दिह् नु दृश्यति दिहति आवल्याम् अस्ति तर्हि अत्र तु दादे धातोर्गः भवति तदनन्तरम् एकाचो वशो ब्रश् झषन्तस्य स्वोः इत्यपि भवति तर्हि दादे धातोर्गः इति भूत्वा प्रथमगकारः भवति तदनन्तरं कवर्गीयवर्णः खलु तत्र करीच इत्यनेन ककारः भवति तदनन्तरम् आदेशप्रत्ययोः भवति तथा एव प्रथमधकारस्य मूर्धन्यधकारः आदेशः भवति तर्हि देक्षति धेक्षति इति भवति धेक्षति देक्षति इति श्नु इति आवल्याम् अस्ति अस्ति खलु भगिनि श्नो क्ष्णविष्यति इति भवति क्ष्णविष्यति इति तदनन्तरं पुष् आवल्यां नास्ति इति मन्ये अस्ति अस्ति पोषिष्यति क्षम्यतां षकारस्य ककारः आदेशः भवति षडोः कः सि इत्यनेन तदनन्तरम् आदेशप्रश्न प्रत्ययोः इति भवति पोक्ष्य पुष्टि इति मन्ये तर्हि पोक्षति इति तत्र सग् गकारः नास्ति इडहं भवति सगिष्यति रूपं तप् सप् अपि तप् अस्ति किल तप् सप् अस्ति अनित् अधः सप्स्यति रूपं सृज् अस्ति सप्स्यति सृज् अनीट् अस्ति अधः रूपं भवति सृजमृजराजब्राज अत्र अस्ति वा किन्तु अपि सृज् दृशो झलि अमादेशति स्रक्षति इति नित्यम् अमादेशः भवति नित्यम् अमादेशः तथैव सृजिदृशि जल्यम् इति वा सृजिदृशो जलि अम् अतिथि अतः सृज सृज् बस्य स्रक्ष्यति स्रक्ष्यति स्रक्ष्यति उभयपदे स्रक्ष्यति स्रक्ष्यति धन्यवादः हण्ड् पठन् करोतु महोदय हण्ड् धातुः रुदनवोश्य तनेन इदाहं भवति हनिष्यति रूपं भवति रुदनवोश्य सूत्रं न तावत् पूरयामः किम् अस्तु धन्यवादः शुभरात्रि धन्यवादः शुभरात्रि धन्यवादः धन्यवादः शुभरात्रि